सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं। विषयः अस्ति अदादिगणे अजन्तदातवः इति। अत्र अदादिगणे विकरणप्रत्ययः अस्ति कर्तरि शप् इति शपः विधानं भवति। शप् कर्तरि शप् इत्यस्य विधानार्थं गणस्य अपेक्षा न वर्तते। सार्वधातुककर्तार्थकप्रत्ययः परः वर्तते चेत् धातुभ्यः शपः विधानं भवति। अदादिगणे अपि शपः विधानं भवति। तदानीम् अदिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति। तर्हि सामान्यतया यत्र प्रत्ययस्य लोपः भवति तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं तिष्ठति इति कृत्वा प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति। परन्तु यदा प्रत्ययस्य लुक् इति शब्देन लोपः भवति तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति, यतोहि तस्य निषेधकसूत्रं वर्तते न लुमताङ्गस्य इति सूत्रं। यत्र प्रत्ययस्य अदर्शनं लु इति शब्देन भवति तदानीं तादृशप्रत्ययः अङ्गकार्यस्य निमित्तं न भवति। तर्हि प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि न भवन्ति यत्र प्रत्ययस्य लु इति शब्देन अदर्शनं जायते। न लुमताङ्गस्य इति निषेधकं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य, वस्तुतः तस्य बाधकसूत्रमस्ति। अत्र अत्र अदादिगणे अदादिगणः इत्युक्ते अस्माकं विभागद्वयं वर्तते, अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति। धातुभ्यः विकरणप्रत्ययस्य योजनानन्तरम् अङ्गं ह्रस्वकारान्तं चेत् अदन्तम् अङ्गं, ह्रस्वकारान्तं नास्ति चेत् अनदन्तम् अङ्गम् इति वयं वदामः। अदादिगणे तु विकरणप्रत्ययस्य लोपः जायते, तर्हि कथम् अङ्गम् अदन्तं वा अनदन्तं वा इति कथं वयं पश्यामः चेत् इति चेत् तत्र धातोः एव साक्षात् धातोः अन्तिमवर्णः कः इति वयं पश्यामः चेत् तदानीं अत्र अदन्तं वा अनदन्तं वा इति ज्ञातुं शक्नुमः। अदादिगणे तादृशधातुः नास्ति यस्य अन्ते ह्रस्व अकारः अस्ति इति कृत्वा तत्र अयं गणः अदन्त अङ्गेषु अदन्तगणेषु अन्यतमः अस्ति अयं गणः। तर्हि अत्र द्वितीयगणसमूहस्य ये विकरणप्रत्ययाः सन्ति तेषामेव अत्रापि स्वीकरणं भवति। तर्हि तिङन्तप्रक्रिया तु वयं जानीमः, धातुतः प्रथमतया विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् इति वयं वदामः। परन्तु अत्र विकरणप्रत्ययं विकरणप्रत्ययः नास्ति, अतः धातुतः साक्षात् तिङ् प्रत्ययः, अतः साक्षात् तिङ्प्रत्ययं निमित्तीकृत्य एव अङ्गकार्याणि भवन्ति। धातुरूपी अङ्गे अङ्गकार्याणि भवन्ति, तदनन्तरं सन्धिकार्यस्य अवसरः चेत् धातु तिङ्प्रत्ययोः सन्धिकार्यं भवति, अनन्तरं मेलनम् इति सामान्यवार्ता। अत्र सन्धिकार्यस्य अवसरः अस्ति वा इति द्रष्टव्यम्। अत्र केवलम् अजन्तदातवः सन्ति, अजन्तदातोः अनन्तरं अजादिप्रत्ययः अस्ति चेत् सन्धिकार्यस्य अवसरः तु भवति। तर्हि इदानीम् अत्र अदादिगणे एकः विशेषः वार्ता का इति चेत् एका विशेषा वार्ता इत्युक्ते आकारान्तदातवः। अत्र आकारान्त ये दातवः सन्ति तेषां कश्चन विशेषः अस्ति, तदस्माभिः दृष्टमासीत् लङ्गः शाकटायनस्यैव इति सूत्रं। तर्हि लङ्लकारे अकारान्तधातुतः तत्र परस्मैपदी यः प्रत्ययः अस्ति झि इति प्रत्ययः, तिप्तझि प्रथमपुरुष बहुवचने झि इति प्रत्ययः, तस्य स्थाने झुस् आदेशः भवति। अतः तत्र लङ्लकारे विकल्पेन उः इत्यपि प्रत्ययः भवति। अन् इति प्रत्ययः सामान्यतया अन् इति प्रत्ययः अस्ति लङ्लकारे प्रथमपुरुषे बहुवचने, परन्तु अत्र आकारान्तधातोः लङ्लकारे जेः जुस् भवति। इत्युक्ते लङ्गः शाकटायनस्येव इति सूत्रं केवलं अदादिगणे एव कार्यं करोति इति न, अत्र अदादिगणस्य उल्लेखः नास्ति, परन्तु शाकटायनस्य मतानुरोधेन अकारान्तधातुः धातोः साक्षात् अनन्तरं झि इति प्रत्ययः वर्तते चेत् तदानीं जेः जुस् भवति इति उक्तम्। एतादृशसन्दर्भः तु अदादिगणे एव भवति, यतोहि अदादिगणे भवितुमर्हति नो चेत् जुहोत्यादिगणे भवितुमर्हति। अदादिगणे आकारान्तधातुः अनन्तरं झि इति प्रत्ययः जुस् आदेशः भवति। जुहोत्यादिगणे आकारान्तधातोः अनन्तरं लङ्लकारे जी प्रत्ययस्य जुस् आदेशः भवति वा इति चेत् तत्र अत्र जुहोत्यादिगणे तु अङ्गम् अभ्यस्तं भवति, अतः तत्र अभ्यस्तम् अङ्गम् इति कृत्वा तत्र इतोपि विशिष्टं सूत्रमस्ति सृजभ्यस्य विधिभ्यश्च इति भिन्नं सूत्रं, तेन सूत्रेण जुस् आदेशः भवति। तर्हि यद्यपि लङ्गः शाकटायनस्यैव इत्यस्यापि प्रसङ्गः अस्ति, तत्र इतोपि विशिष्टं वर्तते इति कृत्वा अन्येन सूत्रेण जुस् आदेशः भवति। तर्हि अयम् अंशः, अपि च लङ्गः शाकटायनस्यैव इति जुस् आदेशः लोटि भवति वा इति अस्माभिः चर्चितं। लोटि इदं कार्यं न भवति, यद्यपि लोटो लङ्वत् इत्यनेन लङ्वत् लोट्लकारः भवति इति उक्तं, परन्तु तत्र वतिप्रत्ययः अनित्यः सर्वत्र भवति इति नास्ति, यत्र अपेक्षितं तत्र भवति। अत्र तु लोट्लकारे जी प्रत्ययस्य स्थाने जुस् आदेशः न अपेक्षितः, तादृशरूपं लोके नास्ति, अतः लक्ष्यानुरोधेन अत्र कार्यं न भवति इति दृष्टं। तदनन्तरम् उस्य पदान्तात् इत्यपि सूत्रं दृष्टम्। अपदान्तात् अकारात् उत्ति परे पूर्वपरयोः पररूप एकादेशः भवति इति अपि अस्माभिः चर्चितम्। इदं सूत्रम् आद्गुणः इति सूत्रस्य अपवादसूत्रं। तर्हि एतावता अस्माभिः प्राप्तं, तत्र वादातोः रूपाणि अपि अस्माभिः साधितानि, एवमेव अन्ये ये आकारान्तधातवः सन्ति तेषामपि रूपाणि एवमेव भवति। तत्र वस्तुतः या इति धातुः विषये अस्माभिः दृष्टं, वा इति धातुः विषये दृष्टं, तर्हि इदानीं भा इति धातोः रूपाणि एकवारं दृष्ट्वा अग्रे गच्छामः। लक्ष्मीभगिनी आरब्धुमिच्छति वा? भा आं भगिनि, वदिष्यामि भगिनि। भा इति धातुः लटी रूपाणि भाति भाति भातः भान्ति भासि भातः भाथ भामि भावः भामः इति लटि रूपाणि। लोटि भातु भातात् भातं भातां भातां भात् भान्तु, अपि च मध्यमपुरुषे भायोग हि भाहि भातात् भातं भात भानि भाव भाम। लङ्लकारे भायोगत् भा क्षम्यता, अत्र अकारस्य अडागमः भवति धातुः पूर्वं, तर्हि अभात् अभाताम् अभात् अभाताम् अभान् अभात् अभाताम् अभान्, अत्रैव लङ्गः शाकटायनस्यैव इति सूत्रेण जेः स्थाने जुस् आदेशः अपि भूत्वा अन्यत् रूपमस्ति अभुः। रूपं कथं भवति? अभायोग उः अकारयोग उः उकारः, अत्र अभायोग पस्तः अभायोग अन् इति भवति, अत्र विकल्पेन उः आदेशः अपि भवति इति कारणात् अभायोग उः। अत्र उस्य पदान्तात् सूत्रेण पूर्वपरयोः स्थाने पूर्वरूप एकादेशः एव तिष्ठति इति कारणात् पूर्व नास्ति पररूप एकादेशः एव तिष्ठति इति कारणात् उः तिष्ठति, अकार उकारयोः स्थाने उकारः तिष्ठति, अभुः इति रूपं निष्पद्यते। अपि च मध्यमपुरुषे अभायोगस्य अभाः अभाः अभातम् अभात अभाम् अभाव अभाम। विधिलिङ्गि भायोगयात् भायात् भायात् भायातां भायुः भायाः भायातं भायात भायां भायाव भायाम इति रूपाणि। समीचीनं, तत्र धन्यवादः भगिनी. स्ना इति धातोः रूपाणि सरलमेव अस्ति, अतः एकवारं झटिति वदामः. तर्हि शोभा भगिनी वक्तुमिच्छति वा स्ना? आं भगिनि, स्ना. तर्हि तितः अन्ति, स्नाति स्नातः, स्नान्ति. न न, इदानीं स्ना इति धातोः तत्र लौकिकधातुः कः इति चिन्तनीयम्. स्ना इति धातोः लौकिकधातुः वा? एकक्षणं भवति. शकारः धातुः आदौ अस्ति चेत् किं भवति? ओ, मूर्धन्यशकारः सकारः भवति. क्षम्यताम्. तत्र सूत्रं सूत्रं सूत्रं धात्वादेः शहसः इति. तर्हि स्ना इति भवति. क्षम्यताम्. स्नाति स्नातः स्नान्ति. मध्यमपुरुषे सीथः था, स्नासि स्नाथः स्नाथा. उत्तमपुरुषे मी वः मः, स्नामि स्नावः स्नामः. अयं धातुः अस्माकं व्यवहारार्थं वयम् आनेतुं शक्नुमः. स्नाति इत्युक्ते किम् अस्ति, को अर्थः? स्नाति अर्थः वा? स्नानं करोति इति अर्थः खलु. स्नानं करोति इति व्यवहारे आनेतुं शक्नुमः खलु. स्नाति स्नातः. स्नाति सत्यं. लोट् लकारे तूतात् ताम् अन्तु, स्नातु स्नातात् स्नातां स्नान्तु. मध्यमपुरुषे हीतात् तं ता, स्नाहि स्नातात् स्नातं स्नाता. उत्तमपुरुषे आनि आवाम, स्नानि स्नाव स्नाम इति रूपाणि भवन्ति. लङ्लकारे अडागमः, तर्हि अस्ना इति अङ्गम्. त ताम् अन् अपि उः विकल्पेन, तर्हि अस्नात् अस्नाताम् अस्नान् अस्नुः इति भवति तत्र अस्नुः. तर्हि मध्यमपुरुषे स तं त, तर्हि तत्र सकारस्य विसर्गः. अस्नाः अस्नातम् अस्नात. उत्तमपुरुषे अम् अव अम् वा मा, अस्नाम् अस्नाव अस्नाम इति. विधिलिङ्गि सर्वत्र या इति यादौ भवन्ति, यादयः भवन्ति. यात् यातां युः, तर्हि स्नायात् स्नायात् स्नायातां स्नायुः. मध्यमपुरुषे याः यातं याता, स्नायाः स्नायातं स्नायात. उत्तमपुरुषे यां याव याम, स्नायां स्नायाव स्नायाम. सम्यक्, समीचीनम्, उत्तमं, धन्यवादः भगिनि. इदानीं तत्र श्रा इति धातुः किं, विजयलक्ष्मी भगिनी वक्तुमिच्छति वा? श्रा श्रा इत्युक्ते किं भगिनि? वाक्ये पचनक्रिया वा? आं, पकान. श्राति श्रातः श्रान्ति, श्रासि श्रातः श्राथ, श्रामि श्रावः श्रामः. अग्रिमं किं? लोटि. लोट् श्रातात् श्राता श्रातु श्रातां श्रान्तु. श्रान्तः इति श्रुत्वा पाकम् इति न, टयर्ड् इति भासते खलु. कुत्र अस्ति श्रान्तः? श्रान्तः नास्ति खलु, श्रान्तु श्रान्तु श्रान्तु. श्रातात् श्रातु श्रातं श्रातं श्रातात् श्राहि श्रातं श्रात उक्तवती उक्तवती. श्राणि श्राणि अत्र रेफा अस्ति. श्राणि इति भवति वा? श्राणि श्राव श्राम. सूत्रं किं श्राणि इत्यत्र? अत्र तु अव्यवहित अतः अट्कुप् न भवति रसाभ्यां नोनः किमर्थं ष र आ ओ आ अस्ति हा अस्तु अट्कुप् वां नो व्यवाये अपि अग्रिमं लङ् लकारः अकारः अदवायति अश्रात् अश्राताम् अत्र किमपि भवति खलु शाकटायनस्य लङः शाकटायनस्यैव अश्रान् झेर्जुस् अश्राः अश्रातम् अश्रात अश्राम् अश्राव अश्राम विधिलिङ्ग्लकारे श्रायात् श्रायातां श्रायुः श्रायाः श्रायातं श्रायात श्रायां श्रायाव श्रायाम अस्तु उत्तमं धन्यवादः भगिनि इदानीं द्रा इति धातुः सरस्वती भगिनी वदति वा द्रा धातुः आं भगिनि द्रा धातु अर्कः एकवारं एकवारं पश्यामि उत्सायां गतौ लट् लटि द्राति द्रातः द्रान्ति द्राति द्राथः द्राथा द्रामी द्रावः द्रामः लोट् तु तामन्तु अतः द्रातु द्राता द्रातां द्रन्तु हिता तं त द्राही द्राता द्रातं द्रात अनियावाम द्राणी द्राव द्रामः पुनः अट्कुप्पाङ्गं व्यवायपि अतः णत्वं भवति लोट् आसीत् लङ् अडागम अद्र ततामन् अद्रात् अद्राताम् अद्राण् तथा अद्रुः लङ्गः शाकटायनस्य एव तथा उसिपदान् तदनन्तरं मध्यमपुरुष शतं त अतः अद्राः अद्रातम् अद्रात अम् अव अं वम अतः अद्राम् अद्राव अद्राम लङ् अभवत् विधि स्यात्यातां युः द्राया द्रायातां द्रायुः यः यातं यात द्रायाः द्रायातं द्रायात यां यावयाम द्रायां द्रायाव द्रायाम सम्यक् समीचीनं भगिनि धन्यवादः उत्तमं तर्हि अरुणा भगिनी अग्रे करोति वा सा सा क्षणे मत्क्षणे इति अर्थः प्राप्ति प्रातः प्राप्ति प्राप्ति लोट्लकारे प्राप्तु पस्तां पस्तु पशान्तु कर्षि सानि सानि ओके केवलं न सानि साव साम लङ्लकारे आकार अनागमः भवति. अस्ताम् अस्तन् अप्सान् अप्सान् ओके अप्सः अप्सुः रूपद्वयं या अप्सुः सकला सकलायनस्य सूत्रेण अप्सः अप्सातम् अप्साम् अप्साव अप्साम विदिलिङ्ग् अप्स्यात् अडाकः नास्ति सायातां सायुः पान सायातां सायातं सायाम् ओके अस्तु बहु समीचीनं भगिनि धन्यवादः धन्यवादः सम्यक् तर्हि उमा भगिनी अग्रे वदति वा पादातुः सरलमेव झटिति वदतु पासि पातः पांसि पासि पातः पाथ पामि पावः पामः लोप्लकात् पातु पातात् पासां पांस्तु पासि पातं पात पानि पाव पाम लङ्लकात् अपात् पाताम् अपाम् संशयमस्ति अत्र अपान् इन् अन्यत् रूपमस्ति खलु किमस्ति रूपम् अपात् अपाताम् अपुः अपः अपातम् अपात अपाः सोरि अपाः अपातम् अपात अपाम् अपाव अपाम इति वदतु पायाः किं प्रथमपुरुषे एकवचने वदतु मया न श्रुतं पायात् पायातां पायुः पाया पायातं पायात पायां पायः पायाम सम्यक् धन्यवादः मीना भगिनी अग्रे वदतु अग्रिमं रा रादाति तत्र तृतीतः अन्ति सीतः नीवः परिवर्तनं नास्ति राति रातः रान्ति रासि रातः रात रामे रावः राम तदनन्तरं लोट् लोट् वा तु तामं तु हितं च आनि आवाम तु अथवा तात् रातात् रातु रातां रान्तु रातात् राहि रातं रात आनयावाम राणे तत्र णत्वं भवति राव राम लङ्लकारे आ भवति इत्तुताम् अन्न सितं च अम्बाम ओके अरा अरा इत्युताम् अराताम् अरान् अथवा अरुः अत किल तत्र तदनन्तरम् अराः अराथम् अराथ अराम अराव अराम बिदिलिङ्ग् यात् यातां युः याः यातमात यां याव याम रायात् रायातां रायुः रायाः रायातं रायात रायां रायाव रायाम सम्यक् बहु समीचीनम् इत्युक्ते लोट् लकारे उत्तमपुरुषे बहुवचने राम इति शब्दः अपि आयाति राम लोट् लकारे राम तत्र राम इत्युक्ते रा इत्युक्ते किं भगिनि रा इत्युक्ते दाने वा एकं पश्य पश्यन्ति अस्मि तत्र पश्यतु दाने दाने कुत्र राम भवति इति उक्तवती भगिनि लोटि बहुवच उत्तमपुरुषे बहुवचने राम इति भवति राणि राम राम राम इत्युक्ते तत्र लङ् लङ्लकारे अराम इति भवति अपि च लट्लकारे रामः इति भवति खलु रामः साक्षात् रामः साक्षात् रामः भवति तदानीम् अस्माकं क्लेशः भवितुम् अर्हति अत्र वाक्ये वेरि मिस्लीडिङ्ग् रामः इति वस्तुतः क्रियापदम् अस्ति परन्तु रामः इति वदति चेत् कश्चन पुरुषः इति तत्र सम्यक्तया अवगन्तव्यं रामः क्रियापदं वा अथवा समीचीनं भगिनि तत्र सुपदम् अस्ति सम्यक् अस्ति इदानीं यदि अहं रा इति दाने इति वक्तुमिच्छामि यदि अहं वक्तुमिच्छामि रामः विप्राय रामः प्रायः धनं रामः वयं न न वयं वयं क्षम्यतां ओ रामं वयं रामाय रामाय रामाय धनं रामः रामः उत्तमपुरुषे अहं सत्यम् इति भवति वयं रामाय धनं रामः इति वयं वदामः चेत् क्लेशः भवति खलु भवने रामाय रामाय राम रामाय अपि च भगिनी तत्र अहं राणी इति भवति अहं विप्राय अहं विप्राय धनं राणी राणी कुत्र भवति भगिनि कुत्र आगच्छति लोटि लोटि एकवचने उत्तमपुरुषे एकवचने तर्हि इदानीं किञ्चित् अग्रे गच्छामः मम स्क्रीन् फ्रीस् अभवत् एकवचनम् कोऽपि पठति वा अग्रे अत्र सर्वे सर्वेषाम् अवसरः लब्धः खलु वदनार्थम् अस्तु सर्वैः उक्तम् इति मन्ये तर्हि इदानीम् अग्रे गच्छामः अग्रे कोऽपि पठतु अहं पठामि वा भगिनि पठतु भगिनि एकक्षणं मम स्क्रीन् फ्रोस् अभवत् अहम् अत्र दरिद्रधातुः तदेव पठामि एकक्षणम् एकक्षणम् द्रष्टुं न शक्नोमि भगिनि आत्मनेपदे तत्र भगिनि आत्मनेपदे गा दातु आत्मनेपदे गा दातु धातुः वक्तव्यं सत्यम् आत्मनेपदे गा धातुः भादिगणे परन्तु रूपाणि अदादिगणीयानि सन्ति गा धातुः भादिगणे आत्मनेपदे तत् किमर्थम् अत्र उक्तमस्ति इति न अवगच्छामि न गाधा तु अकारान्तधातुः अस्ति परन्तु विशेषः वार्ता वर्तते तत्र भवादिगणे अस्ति किन्तु अदादिगण अदादिगणवत् रूपाणि भवन्ति इति अस्तु अस्तु तर्हि आत्मनेपदीरूपाणि वक्तुमिच्छति वा गाधातु इत्यस्य वा वदिष्यामि भगिनि गाति गायुग ते आते अते तर्हि गाते पुनः गाते गायो गाते गाते सर्वं गाते एव रूपाणि प्रथमपुरुषे एकवचने द्विवचने बहुवचने अपि गायोगते गाते गायोग आते गाते गायोग अते गाते मध्यमपुरुषे गासे गाधे गाद्वे उत्तमपुरुष प्रत्ययः एवहे महे गायोग ए गै गावहे गामहे गायोगः इव एव कः प्रत्ययः ए ए ए प्रत्ययः गायोगः ए किं भवति वृद्धिः गै वृद्धि गावहे इदानीं लोट्लकारे गै गावहे गामहे लोट्लकारे गायोगतां गातां गातां गातां सर्वम् एकमेव रूपं ताम् आताम् अताम् स्वा आथां द्वम् अत्र गास्व गाथां गाध्वं गायोग ऐ गाया गायोग ऐ अत्र गुण गायोग ऐ गै एव वा अत्र गायुग ऐ गै गै सत्यं गै गावहै गामहै लङ्लकारे अगा इति अङ्गम् अगात अगाताम् अगात अगाथाः अगाथाम् अगाध्वम् गायुग इ अगे अगावहि अगामहि विधिलिङ्लकारे गायुग ईता गेता गेयातां गेरन् गेथाः गेयाथां गेध्वं गेय गेवहि गेमहि इति रूपाणि सम्यक् अस्तु तर्हि इदानीम् अग्रे गच्छामः अग्रे इतोपि एकः धातुः अस्ति दरिद्रा इति धातुः तर्हि इदानीं कः वदति अग्रे शोभाभगिनी अग्रे पठतु दरिद्रा धातु आं भगिनि तत्र दरिद्राते तथा एव भवति भगिनि अत्र क्षम्यतां भगिनि गाधा तु किमर्थम् अत्र भवादिगणे एव स्थापितः अत्र किमर्थं अदादिगणे न स्थापितम् अत्र किमपि अस्ति वा पृथक्तया गाधातुः किमर्थं भुवादिगणीयधातुः अस्ति परन्तु अदादिगणे अदादिगणीय रूपाणि तु अदादिगणीय सन्ति परन्तु भुवादिगणे सन्ति तर्हि भुवादिगणे धातुः अस्ति चेत् तत्र किं भवति अत्र भुवादिगणीयधातुः अस्ति चेत् तत्र विकरणप्रत्ययस्य विधानं भवति अपि च गाधातुः भुवादिगणे अस्ति चेत् अत्र शत्रुप्रत्ययान्तरूपेषु तत्र नुमागमः भवति खलु भवति अदादिगणीयरूपाणि भवन्ति चेत् तत्र एतादृशं भवितुमर्हति वा तत्र नुमागमः अस्ति वा नुमागमः अस्ति तुदादिगणे एव नास्ति खलु तुदादिगणे विकल्पेन भवति इति स्त्रिया न विकल्पेन भवति न किं तुदादिगणे शप्शनोर्नित्यं सप् षन् इति अस्ति चेत् द्वितीयं भवति नुमागमः. अदादिगणे आकारान्तधातूनाम् अचिनद्योर्नुम् इत्यनेन विकल्पेन नुमागमः भवति. तर्हि इदानीं तस्य नित्यरूपेण नुमागमः अस्ति वा विकल्पेन रूपेण नुमागमः अस्ति वा? नित्यरूपेण खलु शप् विधानमस्तु खलु अतः नित्यरूप परन्तु तत्र किम् अदादिगणवत् रूपाणि इति उक्तं खलु गादातोः गाते इति उक्तवती. तर्हि इदानीं तादृशधातोः सत्रन्तरूपं किम् अस्ति? क्षम्यतां शानजन्तरूपम् आत्मनेपदिधातुः खलु आत्मनेपदिधातुः चेत् नुमागमस्य चिन्तनं नास्ति तत्र. सत्यं नुमागमस्य चिन्तनं नास्ति. तर्हि गानः गाना इति अत्र दत्तमस्ति. तत्र तु नुमागमः नास्ति. गानः गाना इति तत्र तत्र किम् अस्ति? आन आन अस्ति खलु शानज् इत्यस्य आन गायोगः आन तावदेव अस्ति. तर्हि अत्र अदादिगणवत् रूपाणि इत्युक्ते किमर्थम् अदादिगणे न स्थापितम् इति भवत्याः प्रश्नः खलु. तत्र किमपि अस्ति इदानीं मया स्मर्यते पश्यामि. इत्यस्य अपि न भवति यतोहि आत्मनेपदमस्ति इति कारणात् लङ्घः शकटनासैव न प्रवर्तते. लङ्घशाकन इत्यस्य न प्रवृत्तिः नास्ति. इत्युक्ते शपः विधानं इत्युक्ते शपः विधानं न भवति. शपः विधानं भवति तस्य लुक् अपि भवति खलु अदादिगणवत् रूपाणि इति चेत् लुक् अपि भवति. लुक् न भवति इति चिन्तयामि यतोहि अत्र अकारः अस्ति इति कारणात् सर्वत्र न भवति चेदपि समानमेव रूपं समानरूपं भवति इति भाति. न न गायोगः पश्यतु लट्लकारे उत्तमपुरुषवचने गायोगः अयोगः ए इत्यत्र सवर्णदीर्घसन्धिः भवति इति वदति वा? कुत्रचित् अपि क्लेशः नास्ति वा? गायोगः इदानीं विधिलिङ्ग्लकारे यदि गायोगः आ योगः याताम् ईयाताम् इति अस्ति खलु ईत इति अस्ति. तर्हि तत्र इत्युक्ते वस्तुतः अत्र विकरणप्रत्ययः अपि भवति परन्तु अकारः एव अस्ति इति कारणात् सन्धिकार्यं समानम् परन्तु अत्र पश्यतु यदि गा धातुः विकरणप्रत्ययः विधीयते तदानीं गा इति अङ्गं गा इति अङ्गम् अदन्तम् अङ्गम् अस्ति वा? गा इति अदन्तमङ्गमस्ति. अदन्तमङ्गम अस्ति वा? न पुनरेकवारं पृच्छतु भगिनि. गा योगः विकरणप्रत्ययः शप् तर्हि गा अदन्तमङ्गं कुत्र अस्ति? अदन्तं गा इति अनदन्तमङ्गम् अनदन्तमङ्गमस्ति. तर्हि भुवनिगणे तु प्रत्ययाः अदन्त अङ्गानां प्रत्ययाः एव भवन्ति खलु. यदि तत्र वन्द् धातोः रूपाणि कथं भवन्ति? वन्दते वन्देते वन्दन्ते अत्र अन्ते इति नास्ति खलु. गान्ते इति रूपं नास्ति खलु. अनदन्त अङ्गानां रूपाणि अत्र सन्ति खलु. खलु अनदन्तमङ्गानां प्रत्ययाः सिद्धतिङ् प्रत्ययः अनदन्ताङ्गानाम् एव. तर्हि इत्युक्ते भुवादिगणे अस्ति परन्तु रूपाणि अदादिगणवत् इति वदति. तदनन्तरं तत्र अत्र भुवादिगणे अस्ति इति कृत्वा विकरणप्रत्ययः तु आयाति. विकरणप्रत्ययस्य प्रभावेन रूपपरिवर्तनं किमपि नास्ति खलु. परन्तु सिद्धप्रत्ययाः अनदन्ताङ्गानां सिद्धप्रत्ययाः प्रयुक्ताः अत्र. न तु अदन्ताङ्गानां कृते प्रत्ययः खलु इति एकः भेदः. तर्हि साक्षात् अदादिगणे एव स्थापयति चेत् को क्लेशः इति प्रश्नः. अदादिगणे स्थापयति स्वीकरणप्रत्ययस्य लुक् भवति खलु. अत्र लुमताङ्गस्य न लुमताङ्गस्य अस्ति किमपि इत्युक्ते एकत्र तु शप् अस्ति अन्यत्र तु शप् अस्ति किन्तु तस्य लुक् भवति. तादृशप्रयोगः गा धातुः न भवति इति कारणात् अङ्गकार्यस्य अङ्गकार्यं भवितुमर्हति यत्र तत्तु द्रष्टव्यं यत्र कुत्रापि अङ्गकार्यं यत्र इच्छति तत् कार्यं तत्र भवति इति किमपि अस्ति वा इति विकरणप्रत्ययस्य प्रभावः तु केवलं सार्वधातुकप्रक्रियायामेव भवति. सार्वधातुकप्रक्रियायां तु अत्र भवति लटि लोटि लङ्गि विधिलिङ्गि अपि च सतृसानज् सानज् इत्यत्र तु तादृशभेदः न दृश्यते. तर्हि किमर्थं भुवादिगणे स्थापितम् इति चेत् दोषः अस्ति वा इति कश्चन प्रश्नः उदेति खलु. किमपि स्यात् इदानीं न स्फुरति केनचित् ज्ञायते चेत् वदन्तु. चेत् अत्र चतुर्दश पञ्चदशधातवः या वा भा एतेषु एव गा इत्यस्यापि गणनं स्यात् किन्तु तथा न कृतम् अहम् अष्टाध्यायी डाट् काम् मध्ये दृष्टवती आकारान्त इत्युक्ते भ्वादिगणे आत्मनेपदम् आकारान्त केवलम् एकमेव धातुः अस्ति गाङ् गत. किमर्थं भ्वादिगणे अस्ति इति प्रश्नः. कोऽपि कारणमस्ति वा इति प्रश्नः. अस्तु अनन्तरं पश्यामि. इदानीं मम मनसि न आयाति. यदि किमपि आयाति चेत् वदामि. परन्तु इदानीम् अग्रे गच्छामः. दरिद्रा धातुः शोभभग्नि अग्रे. दरिद्रा धातुः परस्मैपदी धातुः. तर्हि परस्मैपदी दरिद्राति दरिद्रा लट्लकारे दरिद्राति दरिद्रातः दरिद्रान्ति दरिद्रासि दरिद्राथः दरिद्राथा दरिद्रामि दरिद्रावः दरिद्रामः इति भवति. लोट्लकारे दरिद्रा तु दरिद्रातात् दरिद्रातं दरिद्रातां दरिद्रान्तु अपि च दरिद्रुः इति भवेत्. न न क्षम्यतां दरिद्रान्तु दरिद्राहि दरिद्रातात् दरिद्रातं दरिद्राता दरिद्राणि दरिद्राव दरिद्राम. लङ्लकारे अदरिद्रात् अदरिद्राताम् अरिद्रारन् अरिद्रुः. न भगिनि न एकक्षणं तत्र किमर्थं रूपाणि वदन्ति अस्ति अत्र करपत्रे जक्स्थित्यादयः षट् इति तद् मया रूपाणि वदतु इति उक्तवती. अत्र यद् लिखितं तद् पठनीयं खलु जक्स्थित्यादयः षट्. हा हा सम्यक् भगिनि. अहं चिन्तितवती तस्य रूपाणि अपि वदतु इति. पठामः तदनन्तरं. इदानीं तत्र जक्षित्यादयः षट् इति सूत्रं जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति जक्ष् जागृ दरिद्रा चकास् शास् दीधीं वेवीं च. इति शब्देन जक्ष् धातोः परामर्शः. इति आदिः येषां ते इत्यादयः बहुव्रीहिः. जक्ष् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं जक्षित्यादयः षट् अभ्यस्तम् इति. इदानीं जक्षितादयः षट् इति तत्र अदादिगणीय अन्तर्गणे वर्तन्ते जक्षितादयः इति. तेषां अभ्यस्तसंज्ञा भवति अपि च सप्तधातवः तत्र जक्ष् जागृ दरिद्रा चकास् शास् दिधीङ् वेवीङ् इति अपि च तत्र इति तत्र समासस्य विषये इति शब्देन जक्ष् धातोः परामर्शः अतः इति आदिः इत्यनयोः इत्यादयः इति भवति बहुव्रीहि समासः अपि च उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अभवत् तत्र तत्र अनुवृत्तिसहितसूत्रे जक्षितादयः षट् इति प्रथम जक्षितादयः प्रथमा विभक्तिः षट् इति प्रथमाविभक्तिः अभ्यस्तम् इति तत्र अनुपुंसके लिङ्गे प्रथमाविभक्तिः भवति इति मन्ये न तत्र तयोः जक्षितादयः षट् सन्ति अभ्यस्तं सन्ति इति अथवा तत्र अभ्यस्तसंज्ञा इति प्राप्नुवन्ति इति अस्ति खलु भगिनि आम् सत्यम् इत्युक्ते अत्र जक्षित्यादिगणे ये दातवः उल्लेखिताः जक्ष् जागृ दरिद्रा चकास् शास् दीदिङ् वे वेदिङ् इति सप्तदातवः अत्र वस्तुतः जक्षित्यादयः षट् इति उक्तं तर्हि जक्ष् इत्यादयः षट् इति तत्र जक्ष् इत्यपि योजयित्वा सप्तदातवः तर्हि एतेषां धातूनाम् अभ्यस्तसंज्ञा भवति इत्युक्ते सामान्यतया अभ्यस्तसंज्ञा कदा भवति यदा द्वित्वं भवति तदानीमेव अभ्यस्तसंज्ञा भवति खलु अत्र द्वित्वं नास्ति तथापि अभ्यस्तसंज्ञा भवति एतेषां धातूनाम् इत्युक्ते एतेषां द्वित्वं न क्रियते एतेषां धातूनां तथापि तत्र अभ्यस्तसंज्ञा भवति अभ्यस्तसंज्ञाम् आश्रित्य कतिचन कार्याणि भवन्ति खलु तानि कार्याणि अग्रे कानि कार्याणि इति अग्रे उच्यन्ते हा इत्युक्ते तत्र मम प्रश्नः अनुवृत्तिसहितसूत्रे जक्षितादयः षट् इति प्रथमविभक्तिः तथा एव अभ्यस्तम् इति अपि प्रथम एव खलु अस्तु जक्षित्यादि षट् इति धातुः ये सन्ति तान् उद्दिश्य अभ्यस्तम् इति संज्ञा विधीयते अत्र उद्देश्यविधेयभावः अस्ति इत्युक्ते तत्र त्रीणि पदानि प्रथमाविभक्तौ सन्ति खलु जक्षित्यादयः षट् इति अस्ति तर्हि तान् उद्दिश्य अभ्यस्तम् इति संज्ञा विधीयते अस्तु अस्तु धन्यवादः अग्रे पठनीयं वा धन्यवादः भगिनि इदानीम् अन्य कोऽपि पठतु तत्र किं विजयलक्ष्मी भगिनी अग्रे पठति वा उभे अभ्यस्तम् आं भगिनि उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तं भवति जक्षित्यादयः षट् इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्तसंज्ञा भवति येषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि उभे अभ्यस्तम् इति सूत्रेण धातोः द्वित्वं भवति द्वित्वं भूत्वा द्वयोः अङ्गयोः द्वयोः भागयोः अभ्यस्तम् इति नाम दीयते परन्तु एते एते सप्तधातवः एतेषां यतो यद्यपि द्वित्वं न भवति परन्तु अभ्यस्तसंज्ञा दीयते दीयन्ते सप्तानां धातूनाम् अग्रे पठानि वा भगिनी कार्याणि चत्वारि कार्याणि अभ्यस्तात् अभ्यस्तसम्यक धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदम् इदं सूत्रम्. झोन्तः इत्यस्मात् झः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः. आयने यीनीयः फडखच्छगां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्. सूत्रमस्ति अभ्यस्तात्, अत्र अदभ्यस्तात् भगिनि, क्षम्यताम्, अदभ्यस्तात् इति सूत्रम्. अभ्यस्तसम्यक् धातोः उत्तरस्य प्रत्ययस्य आदिमवर्णः, आदिम अवयवः, नाट् वर्णः, आदिम अवयवः तत्र झकारस्य स्थाने झोन्तः इति तद्वा, आम्, तत्र झकारस्य स्थाने अत् इति आदेशः भवति. अत् प्रथमान्तम्, अभ्यस्तात् इति पञ्चम्यन्तम्, अदभ्यस्तात् इति जष्ट्वसन्धि. द्विपदम् इदं सूत्रम्. अत्र झोन्तः इत्यस्मात् झः, झः इति षष्ट्यन्तम्, झः इत्यस्य अनुवृत्तिः भवति झोन्तः इति सूत्रेण. अपि च आयने यीनीयः फळकच्चगां प्रत्ययादीनाम् इति सूत्रात् प्रत्ययादीनाम् इत्यस्य वचनपरिणामं कृत्वा प्रत्ययादेः इति भवति. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् भवति इति. तावदेव भवति. झः इत्यस्य स्थाने अत् आदेशः भवति. समीचीनं. तर्हि अदभ्यस्तात् इति सूत्रं कुत्र कुत्र कार्यं करोति? अदभ्यस्तात् इति तु अभ्यस्तसम्यक् जुहोत्यादिगणे भवति. अपि च यत्र यत्र धातोः द्वित्वं तत्र भवति. यङ् लुकि वा, तत्रापि द्वित्वं भवति. परन्तु अभ्यस्तसंज्ञा तत्रापि भवति वा? भवति खलु. यङ्लुकि अपि भवति अभ्यस्तसंज्ञा. यङि अपि भवति, सनि अपि भवति, अनन्तरं लिटि अपि भवति, लङ्गि अपि भवति, ज्योत्यादिगणे अपि भवति. पञ्चसु स्थलेषु द्वित्वं भवति. तत्र लिट्लकारे अपि भवति. आम्, इति कृत्वा तत्र अभ्यस्तात् अङ्गात् प्रत्ययादेः जः अत् इति, तत्र साक्षात् अभ्यस्त अङ्गात् ज इति प्रत्ययः भवेत् खलु. मध्ये किमपि विकर्णप्रत्ययः न स्यात् मध्ये. भवति खलु आदिम अवयवस्य झकारस्य स्थाने. ओ अस्तु, अङ्गात् झटिति अनन्तरं प्रत्ययः भवति. प्रत्ययस्य आदिम अवयवः झः इति, तस्य झः स्थाने, झः इति स्थानी अस्ति, झः स्थाने अत् इति आदेशः भवति. कदा भवति? अभ्यस्तात् अङ्गात् प्रत्ययस्य आदौ यदा झः भवति, तस्य झः तस्य झः अत् आदेशः भवति. जः इत्यस्य प्रातिपदिकं किम्? झः इत्यस्य प्रातिपदिकं झ. तर्हि कुत्र भवति, परस्मैपदी वा आत्मनेपदी वा? झ इति भवति झोन्तः न झ इति प्रत्ययः कुत्र अस्ति परस्मैपदी वा आत्मनेपदी परस्मैपदे परस्मैपदी उभयत्र उभयत्र अस्ति खलु आत्मनेपदी अपि परस्मैपदी प्रत्ययः कः मूलप्रत्ययः मूलप्रत्ययः इत्युक्ते अन्ति इति वा न झि झि खलु आत्मनेपदी मूलप्रत्ययः आत्मनेपदी तिप्तझि त आतां त आतां किमर्थं त आतां न न न ते आते अते तत्र तिप्तश्च आतां हा त आतां झ आतां झ तदेव त आतां झ त आतां च तर्हि इदं सूत्रं कुत्र कार्यं करोति आत्मनेपदे वा परस्मैपदे वा झ इत्यस्य अकारः अस्ति परस्मैपदेषु भवति इति भाति परस्मैपदे तु भवति आत्मनेपदे अपि भवति वा झ तत्र किं रूपं भवति ते अत् अस्ति खलु ते आते अते इति अते इति न न अत्र न ज इति प्रत्ययस्य आदिम अवयः अवयवः इति सूत्रस्य आधारेण सूत्रस्य कार्यं परस्मैपदी अपि भवति आत्मनेपदी भवति इति वा कथम् अन्वयः कथम् सूत्राधारेण वक्तुं न शक्यते झः अत् किमर्थं वक्तुं न शक्यते द्वयोः यत्र यत्र जकारः अस्ति तत्र तत्र अत् भवति खलु कार्यं करोति आमां करोति सत्यं करोति उभयत्र प्रसक्तिः अस्ति उभयत्र प्रसक्तिः अस्ति परन्तु आत्मनेपदी अस्य कार्यं न भवति वस्तुतः अन्ततो गत्वा अस्य कार्यं न भवति प्राप्तिः नास्ति यतोहि अन्यत् सूत्रमस्ति आत्मनेपदेश्वरतः इति भिन्नं सूत्रमस्ति तत्र मतभेदाः अपि सन्ति परन्तु सामान्यतया सूत्रस्य प्रसङ्गः तु उभयत्र अस्ति खलु आम् झ प्रत्ययस्य अत्तादेशः भवति तर्हि अत्रापि झक्षित्यादयः षट् इति ये धातवः सन्ति तेषाम् अभ्यस्तसंज्ञा अस्ति इति कृत्वा तेषामपि प्रत्ययस्य झ स्थाने अत्तादेशः तर्हि केषु लकारेषु अस्य कार्यं भवति केषु लकारेषु झोन्तः लटि तु भवति अनन्तरं लोटि अपि भवति लोटि अपि भवति खलु भवती इदानीमेव पठितवती खलु एतत् विषये अदभ्यस्तात् इति अचानक् इत्युक्ते तत्र विजयभगिन्याः ध्वनिः श्रूयते कुत्र ध्वनिः आगतः नमस्कारः महोदये नमस्कारः भगिनि अस्तु अस्तु तर्हि इदानीं धन्यवादः भगिनी इदानीम् अस्तु विजया भगिनी वदतु कुत्र कुत्र अस्य सूत्रस्य कार्यम् अग्रे यद् लिखितमस्ति तत् पठित्वा वदतु अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने न तस्मात् पूर्वं यद् अस्ति यत् यः परिच्छेदः अस्ति तदपि पठतु देयं यत् अत् आदेशस्य तकारः अलन्त्यम् इति सूत्रेण इत् संज्ञकः न यतोहि अत् तु विभक्तिसंज्ञकः जी प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः इत्यनेन हलन्त्यम् अत्र बाधितम् अत्र एतत् न विभक्तौ तुस्माः सकारः अनन्तरं सकारः मकारविषये अत्र किमपि इत् न भवति किमर्थं चेत् अत्र न विभक्तौ तुस्माः इत्यस्य विभक्तिसंज्ञकः जी प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः इत्यनेन हलन्त्यम् इति बाधितमत्र इदानीमत्र अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने लटि लोटि अत्र स्थाने जकारस्य स्थाने अत् आदेशः भवति. अनन्तरमत्र लटि जि अस्ति चेत् अत्र अति इति भवति. जकारः तु चुटु इत्यनेन अत्र इत् भवति, इ एव तिष्ठति, अतः अत्तयोः इ अति इति भवति, न तु अन्ति. लोटि जि इति अस्ति चेत् अतु न तु अन्तु. लटि लोटि मध्ये अत्र ज्योन्तः इति प्रयोगम् अत्र कुर्मः महोदय, बहुवचने एव. सम्यक् सम्यक्. तर्हि लटि लोटि अस्य सूत्रस्य कार्यं भवति. परस्मैपदेषु भवति, आत्मनेपदेषु अस्य सूत्रस्य प्रसङ्गः अस्ति, परन्तु तत्र भिन्नमेव सूत्रं कार्यं करोति. तस्मिन् विषये अग्रे पश्यामः. तर्हि अत्र एतावता कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. सिजभ्यस्य विधिभ्यश्च इति सूत्रं सरस्वती भगिनी पठति वा? आं भगिनि. सिजभ्यस्तविधिभ्यश्च निट्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशो भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः तेभ्यः सिजभ्यस्तविधिभ्यः. सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः, झेर्जुस् इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. सिजभ्यस्तविधिभ्यः च नितः लस्य झेः जुस्. तर्हि इतोपि एकं सूत्रमस्ति सिजभ्यस्तविधिभ्यश्च इत्यनेन सूत्रस्य अस्य सूत्रस्य कुत्र कुत्र प्रसक्तिः अस्ति इत्युक्ते सिच्. तर्हि नित्लकारस्य अवस्थायां सिच् प्रत्ययात् सिच् इत्युक्ते लुङ् मध्ये, तर्हि सिच् प्रत्ययात् तदनन्तरम् अभ्यस्त यत्र यत्र अभ्यस्त अस्ति तत्र तथा विद् धातोः परस्य यदि झि प्रत्यय अस्ति तर्हि झि प्रत्ययस्य स्थाने जुस् आदेशः भवति अनेन सूत्रेण. सिच् इदानीं सूत्रस्य एव अत्र दत्तमस्ति सिच्च अभ्यस्तश्च विधिश्च इतरेतरद्वन्द्वः भवति सिजभ्यस्तविधयः तेभ्यः, अतः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं नित्यं नितः इत्यस्मात् नितः अनुवृत्तिः, झेर्जुस् इत्युक्ते झेः जुस् इत्यनयोः अनुवृत्तिः पूर्णतया अस्ति, झेः जुस् अनुवृत्तिः आगच्छति, लस्य अधिकारः अस्ति अतः अनुवृत्तिसहितसूत्रमस्ति. सिजभ्यस्तविधिभ्यः च नितः लस्य झेः जुस्. अग्रे पठामि वा भगिनि? न न एकक्षणं भगिनि. क्षम्यता, मम कम्प्यूटर् मध्ये क्लेशः अस्ति अतः अहं सेल् फोन् मध्ये पश्यन्ती अस्मि. अस्तु, तत्र सिजभ्यस्तविधिभ्यश्च इति सूत्रस्य विवरणम् अत्र कृतवती. तर्हि अत्र अनुवृत्तिसहितसूत्रे यानि पदानि सन्ति तत्र तेषां पदानां विवरणं करोतु. अनुवृत्तिसहितसूत्रमस्ति सिजभ्यस्तविधिभ्यः च नितः लस्य झेः जुस्. तर्हि सिच् यदि अस्ति अभ्यस्त यदि अस्ति विधि विद् धातुः अस्ति तर्हि तेषां परं पञ्चम्यन्तमस्ति अतः तेषां परं नित् लकारस्य झेः नित् लकारस्य अतः इत्युक्ते लुङ् लङ् विधिलिङ् एवं यदि अस्ति विधिलिङ् आशीर्लिङ् लृङ् तर्हि यदि झे झि अस्ति तर्हि झेः स्थाने जुस् आदेशः भवति. तर्हि सिच् अस्ति तदा लुङ् लुङ् एव भवति. अभ्यस्त अभ्यस्त तु यदि एवं विशिष्टधातुः अस्ति नो चेत् ज्योत्यादिगणे झी नित् यदि अस्ति तदा भवति. तथा विद् धातोः नित् लकारस्य झेः स्थाने झुस् आदेशः भवति. हा समीचीनं भगिनि. तर्हि नित्लकारे एव इदं कार्यं भवति. अपि च झी इत्यनेन कुत्र परस्मैपदी वा आत्मनेपदी वा? सर्वत्र यत्र झी अस्ति तत्र न. तर्हि झी झेः जुस् झी तु सर्वत्र यत्र झी अस्ति इति न, कुत्र अस्ति झी? सर्वत्र अस्ति वा झी? आत्मनेपदे आत्मनेपदी नास्ति. अतः यतोहि झेः जुस् भवति तर्हि झी स्थाने, तर्हि झी तु आत्मनेपदे नास्ति, अतः केवलं परस्मैपदे. केवलं परस्मैपदे एव खलु? अस्तु समीचीनं समीचीनं. तर्हि नित्लकारे झेः जुस् भवति. यदा कदा भवति इति चेत् अभ्यस्तसंज्ञक. इदानीम् अत्र प्रसङ्गः अस्ति जक्षित्यादयः षट् इति. तत्र जक्षित्यादीनाम् अभ्यस्तसंज्ञा भवति इति कृत्वा तेभ्यः धातुभ्यः नित्लकारे जेः जूस् भवति. अस्तु अग्रिमवाक्यत्रयं पठतु. अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झी स्थाने जुष् जुस् आदेशः. जुस् इत्यस्य अनुबन्धलोपे ऋतोविसर्गौ उः इति भवति. तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति. तर्हि पुनः तद् तदेव झी स्थाने जुस् भवति. जुस् मध्ये पुनः जकारस्य चुटु सह चुटु तथा तस्य लोपः अनेन जकार अपगच्छति. केवलम् उस् अवशिष्यते. उस् इत्युक्ते सकारस्य ऋतुविसर्गौ उः भवति. अतः केवलम् उः अवशिष्यते. अतः अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङि यतोहि नित् एव नित् एव नित् नितः आवश्यकता अस्ति. अतः लङि अन् स्थाने उः. अन् स्थाने इत्युक्ते वयं झी झी मध्ये जुः जुस् आगच्छति. अतः अत्र तु प्रथमपुरुष बहुवचने अन् स्थाने यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति तत्र अन् आगच्छति प्रत्ययरूपेण. अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति चेत् अन् स्थाने उः आगच्छति. सम्यक् समीचीनं भगिनि, धन्यवादः. इदानीम् अग्रे गच्छामः. तत्र अग्रे सः मीना भगिनी अग्रे पठति वा? दरिद्रस्य पठामि भगिनि. दरिद्रस्य अस्य सूत्रस्य अर्थः केवलम् अन्वयः पुनरेकवारं वदति वा किं? सृजभ्यस्य सूत्रार्थः सृजभ्यस्य विधिभ्यश्च इत्यत्र तत्र किं नित् नित्लकारे एव इदं कार्यं भवति. नितः लस्य इति उक्तं खलु. नित्लकारस्य नित्लकारस्य स्थाने यः तिङ् प्रत्ययः जी इति प्रत्ययः परस्मैपदीप्रत्ययः आयाति तत्र जुस् आदेशः भवति. कदा भवति इत्युक्ते अत्र सिजभ्यस्तविधिभ्यश्च इति अस्ति. तत्र सिज् इति सिच् इति प्रत्ययः वस्तुतः लुङ्लकारे सिच् प्रत्ययः. सिच् प्रत्ययात् अभ्यससंज्ञकात् विद् धातोः इति तत्र एतेषां त्रयाणां समाह इतरेतर द्वन्द्वः सिजभ्यस्य विधिभ्यश्च इति. तत्र सिजभ्यस्य विधिभ्यश्च इति पञ्चम्यन्तं. तेभ्यः परः यः झि प्रत्ययः नित्लकारे तस्य स्थाने जेः जुस् आदेशः भवति. इत्युक्ते लित् ङित् लकारेषु यत्र सिच् प्रत्ययः अथवा अभ्यस्त धातुः अभ्यस्तसंज्ञकधातुः अथवा विद् धातुः तेभ्यः परे परे यः जी प्रत्ययः तस्य जुस् आदेशः इति अस्ति. विधिलिङ्ग् अपि भवितुम् अर्हति, परन्तु तत्र बाधकं सूत्रमस्ति खलु, जे हेजुस् इति अस्ति, तत्र जुस् आदेशः तु प्राप्तमेव, जुस् आदेशः प्राप्तः, तर्हि किमर्थम् अनेन सूत्रेण, तत्र जे हेजुस् इति सूत्रं व्यर्थं भवति खलु. यदि सृजभ्यस्य अपि च सृजभ्यस्य विधिभ्यस्य यदि केवलम् अभ्यससंज्ञाकानां जे हेजुस् इति तु सर्वत्र अस्ति खलु. तर्हि लङ् लकारे लुङ् लकारे भवति लुङ् लकारे लुङ् लकारे चिली लुङि चिली लुङि चिलिलुङ्गि इत्यत्र सामान्यतया चिलि प्रत्ययः भवति, परन्तु केषुचित् स्थलेषु सिच् प्रत्ययः भवति लुङ्लकारे. चिलि इत्यस्य स्थाने आदेशः इत्यस्य स्थाने बहवः आदेशः तत्र श्रीलुङ्गिलेः सिच् आमां समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. मीना भगिनी पठति वा अग्रे. इत् दरिद्रस्य दरिद्रा धातोः आकारस्य स्थाने इ आदेशो भवति हलादौ किति इति सार्वधातुकप्रत्यये परे. अलोन्त्यस्य इत्यनेन दरिद्रा धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः. इत् प्रथमान्तं दरिद्रस्य षष्ट्यन्तं द्विपदमिदं सूत्रं गमहनजनकनघसां लोपः ञित्यनङ्गि इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः इ अल्लगोः इत्यस्मात् हरि इत्यस्य अनुवृत्तिः अतः उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दरिद्रस्य अङ्गस्य इत् हलि ङिति सार्वधातुके. तत्र दरिद्रा इति धातुः अस्ति, तत्र तस्य अङ्गस्य हलि ङिति सार्वधातुके परे, तत्र हलि ङिति सार्वधातुके परे तिक्तस्ति तत्रतः इति हल् सार्वधातुके हलि हलि भवति ङिति भवति ङिति सार्वधातुके परे. दरिद्रस्य अङ्गस्य इत् दरिद्रस्य अङ्गस्य इत् भवति सो आकारस्य ई भवति वा दरिद्रा यत् अग्रे आकारस्य ईकारादेशः आकारस्य ईकारादेशः यथा दरिद्रा योगः तः तत्र आकारस्य ईकारः भवति दरिद्री योगः तः दरिद्रितः दरिद्रावः दरिद्रावः दरिद्रीवः दरि मह दरिद्री मह तत्र एवमेव सर्वत्र भवति हलादि हलादि कितिनिति सार्वधातुके सर्वत्र भवति. तर्हि सूत्रार्थः पुनः एकवारं वदतु अनिवृत्तिसहितसूत्र किम् अस्ति. दरिद्रा इति धातोः तस्य अङ्गस्य आकारः अस्ति, तस्य अङ्गस्य इत् इत् भवति ईकारः आगच्छति हलि हलादौ इति सार्वधातुकप्रत्यये परे तादृशमेव. स्नाभ्यस्तयोरातः पठामि वा. पिति पिति इति पिति इति अस्ति चेत् तत्र तु किमपि न भवति, पिति इत्यत्र तु दरिद्रस्य कार्यं नास्ति. दरिद्राती भवति वा दरिद्राती दरिद्रितः हा दरिद्राती दरिद्रितः इति भवति. तर्हि रूपाणि कथं कथं सन्ति इति अग्रे पश्यामः. परा इदानीम् अग्रे सूत्रमस्ति खलु, तद् स्नाभ्यस्तयोः आतः इति. धन्यवादः भगिनी. इदानीम् अन्य कोऽपि पठतु तत्र किं उमा भगिनी पठति वा स्नाभ्यस्तयोः आतः. सूत्रं परिचितमेव अस्ति. अस्ति वा? अस्तु, उमा भगिनी नास्ति, तर्हि अरुणा भगिनी पठितुमिच्छति वा? आं भगिनि, तयोः आतः न प्रत्ययस्य अभ्यस्तस्य धातोः च आकारस्य लोपः भवति किति इति सार्वधातुकप्रत्यये परे नान्तश्च स्नान्तश्च अभ्यस्तस्य तयोः इतरे द्वन्द्वः नाभ्यस्तौ तयोः स्नाभ्यस्तयोः स्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्त्यं द्विपदमिदं सूत्रम् स्नासोरल्लोपः इत्यस्मात् लोपः इत्यस्य निवृत्तिः गमहनजनखनघसां लोपः निधि कितिनिति अनिङ्गि इत्यस्मात् किति इत्यस्य अनुवृत्तिः अत उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः निवृत्तिसहितसूत्रम् अङ्गस्य नाभ्यस्तयोः आतः लोपः किमिति सार्वधातुके परे सार्वधातुके अत्र सूत्रमस्ति स्नाप्रत्ययस्य अभ्यस्तसैनिकधातोः आकारस्य लोपो भवति निमित्तमस्ति कितिनिति सार्वधातुकप्रत्यये अत्र हलादि यदादि न उक्तं केवलं कितिनिति सार्वधातुकप्रत्यये पदे एव समीचीनं भगिनि तर्हि अत्र स्ना अपि च अभ्यस्तसंज्ञकधातोः आकारस्य लोपः कितिनिति सार्वधातुकप्रत्ययपरे हलादि इति किमपि न उक्तं केवलं कितिनिति प्रत्ययपरे आकारस्य लोपः स्ना यत्र किं कुत्र अस्ति स्ना प्रत्ययः रुदादिभ्यः स्ना किं रुदादिगणे स्ना आगच्छति रुदादिगणे स्ना इति नास्ति क्रयादिभ्यः स्ना रुदादिगणे श्नम् अत्र क्रयादिभ्यः श्ना क्रयादिगणे श्ना प्रत्ययः अपि च अभ्यस्तसंज्ञकः यत्र भवति तत्र आकार इत्युक्ते जुहोत्यादिगणे भवितुमर्हति अपि च अत्र ये दातवः सन्ति जक्षित्यादयः सन्ति इत्युक्ते तत्र स्मर्तव्यं ये सप्तदातवः सन्ति सप्तानां धातूनाम् अभ्यस्तसंज्ञा भवति अतः तेषां यदि आकारः वर्तते तर्हि तस्य लोपः भवति किति निधिसारदात्तकप्रत्ययपरे इति सूत्रार्थः अस्तु समीचीनं धन्यवादः इदानीम् अग्रे लक्ष्मीभगिनी अग्रे पठति वा आं भगिनी पठामि नाभ्यस्तयोरातः इति सूत्रेण न केवलम् अजाद्यपिति अजादि अपिति अपि तु हलादि अपिति अपि कार्यं विहितम् किन्तु हलाद्यपित्सु परेषु ई हल्यघोः इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ईकारादेशः विधीयते तदा हलाद्यपित्सु ई हल्यघोः इत्यस्य बाधकसूत्रम् इद्दरिद्रस्य येन आस्थाने ईकारादिष्टः आहत्य श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः केवलम् अजाद्यपित्सु भवति अजाद्यपित्सु कार्यं भवति यथा दरिद्रायोग अति दरिद् योग अति दरिद्रति दरिद्रायोग अतु दरिद्रयोग अतु दरिद्रतु अवशिष्टस्थलेषु दरिद्राधातोः तिङन्तरूपाणि वा धातुवत् भवन्ति अत्र तृतीयसूत्रमासीत् इद्दरिद्रस्य इति सूत्रम् अनेन सूत्रेण अकारस्य स्थाने इकारादेशः भवति दरिद्राधातुः इति उक्तं तदपि हलादि कितिङ् इति सार्वधातुके प्रत्यये परे नाभ्यस्तयोरातः इति सूत्रं वदति अभ्यस्तसंज्ञकः धातोः आकारस्य लोपः भवति कितिङ् इति सार्वधातुके परे इति उक्तं तर्हि अत्र श्नाभ्यस्तयोरातः इति सूत्रेण न केवलम् अजादि अपित्सु अपि तु हलादि अपित्सु अपि कार्यं हितम् इति इत्युक्ते अस्य प्रसक्तिः अस्ति यतोहि सूत्रे अङ्गस्य श्नाभ्यस्तयोः आतः लोपः कितिङ् इति सार्वधातुके इति एव उक्तम् अजादि वा हलादि वा इति किमपि नोक्तम् तर्हि अस्य फलितार्थः ईहल्यगोः इति सूत्रस्यापि अत्र कार्यं विहितं यतोहि ईहल्यगोः इत्यस्य इति सूत्रं तु हलादिसार्वधातुके परे एव इदं कार्यं करोति तर्हि अत्र अत्र आकारस्य लोपः भवति अजादि हलादिसार्वधातुके परे आकारस्य लोपः भवति तत् कार्यं प्रभात्य आकारस्य स्थाने ईकारादेशः इदानीं श्नाभ्यस्तयोरातः इत्यनेन विधीयते तर्हि अत्र फलितार्थः भवति हलादि अपित्सु एव श्नाभ्यस्तयोरातः इत्यस्य कार्यं भवति इति तर्हि अत्र श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः अजादि अपित्सु भवति इति फलितार्थः स्यात् इदानीं दरिद्रा इति धातुः स्वीकुर्मः चेत् दरिद्रा योग अति इत्यत्र अति इति सार्वधातुकप्रत्ययः अस्ति अजादि सार्वधातुकप्रत्ययः अस्ति अपित् अपि अस्ति तर्हि दरिद्रा योग अति इत्यत्र इद्दरिद्रस्य इत्यनेन इद्दरिद्रस्य इत्यस्य प्रसङ्गः अस्ति वा नाभ्यस्तयोरातः न भगिनि क्षम्यता भ्रमः जातः नाभ्यस्तयोरातः इत्यनेन आकारस्य स्थाने आकारस्य लोपः अजादि अपित् प्रत्ययपरे इति उक्तत्वात् आकारस्य लोपः भूत्वा दरिद्र इति भवति दरिद्रयोग अति दरिद्रति इति नाभ्यस्तयोरातः इत्यनेन भवति इद्दरिद्रस्य इति आकारस्य स्थाने इकारादेशः अस्ति तदपि हलादि कितिङ् इति प्रत्ययपरे तर्हि अजादि अपित्सु आकारस्य लोपः जायते दरिद्रति इति रूपं निष्पद्यते दरिद्रायोग अतु दरिद्रतु इति रूपं निष्पद्यते तत् श्नाभ्यस्तयोरातः इति सूत्रेण एव इत्युक्ते अजादि अपि प्रत्ययः अस्ति चेत् क्लेशः नास्ति केवलं श्नाभ्यस्तयोरातः परन्तु हलादि कितिनिति प्रत्ययः अस्ति चेत् तदानीं सूत्रत्रयं प्रसक्तमस्ति श्नाभ्यस्तयोः आतः ईहल्यगोः इद्दरिद्रस्य सामान्यतया वयं जानीमः ईहल्यगोः इति सूत्रं श्नाभ्यस्तयोरातः इत्यस्य अपवादभूतसूत्रम् इदानीम् इद्दरिद्रस्य इति सूत्रं तु ईहल्यगोः इत्यस्यापि अपवादभूतसूत्रम् खलु तर्हि अत्र दरिद्रादातुः विषये इत्युक्ते सामान्यतया ईहल्यगोः इति सूत्रं श्नाभ्यस्तयोः आतः इत्यस्य अपवादभूतसूत्रम् यत्र हलादिकिति निति प्रत्ययपरे अस्ति अनन्तरम् आकारान्तधातुः अस्ति हलादिकिति निति सार्वधातुकप्रत्ययः आकारान्तधातुः चेत् तदानीं स्नाभ्यस्तयोः अतः इति सूत्रं प्रपाद्य ईहल्यगोः इति सूत्रेण आकारस्य तत्र किमस्ति आकारस्य स्थाने दीर्घ ईकारादेशः भवति परन्तु अत्र केवलं दरिद्रादातोः विषये ईहल्यगोः इति सूत्रमपि प्रपाद्य इद्दरिद्रस्य इत्यनेन ह्रस्व ईकारादेशः भवति अस्तु समीचीनम् अस्तु तर्हि इदानीम् अत्र समयः अधिकः समयः नास्ति इति कृत्वा अत्र स्थगनं कुर्मः दरिद्रदातोः रूपाणि चिन्तनं कुर्वन्तु अग्रिमसप्ताहे तत्र तस्य परिशीलनं कुर्मः अपि च गादातोः विषये भवन्तः अपि चिन्तयन्तु अहमपि पश्यामि अत्र किम् अस्ति इति मया पूर्वं दृष्टमासीत् इदानीं विस्मरणं जातं तत्र न स्मरामि तत्र किमपि अस्ति येन कारणेन भुवादिगणे स्थापितः अस्ति अथवा अत्र दोषः इति किमपि वदति वा इति एकवारं द्रष्टव्यं वस्तुतः अदादिगणे अयं धातुः भवेत् परन्तु भुवादिगणे स्थापितः इति इत्युक्ते वस्तुतः धातुपटे बहवः दोषाः सन्ति इति मातृभिः उच्यते बहवः दोषाः सन्ति इति सा उच्यते इति कृत्वा एव बहुत्र सा माताजि परिष्करं करोति इत्युक्ते अयं धातुः वस्तुतः भुवादिगणे भवेत् परन्तु चुरादिगणे स्थापितः अथवा अन्यत्र स्थापितः इति सा वदति तर्हि गाधातोः विषये का वार्ता इति पश्यामः अस्तु अत्र स्थगनं कुर्मः धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी धन्यवादः भगिनी धन्यवादः भगिनी धन्यवादः